पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 74 सुकर्मोवाच दूतास्तु ग्रामेषु वदन्ति सर्वे द्वीपेषु देशेष्वधपत्तनेषु लोकाशृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयन्तु दानैश्च यज्ञैर्बहुभिस्तपोभिर् धर्माभिलाषैर्यजनैर्मनोभिः ध्यायन्तु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य एवं सुकुष्ठं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः तदा प्रभृत्येव यजन्ति विष्णुं ध्यायन्ति गायन्ति जपन्ति मर्त्याः वेदप्रणीतैश्च सुसूक्तमन्त्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः श्रीकेशवं तद्गदमानसास्ते व्रतोपवासैर्नियमैश्च दानैः विहाय दोषान्निचकाय चित्त वागुद्भवान् प्रेमरदाः समस्ताः लक्ष्मीनिवासं जगदां निवासं श्रीवासुदेवं परिपूजयन्ति इत्यज्ञातस्य भूपस्य वर्तते क्षितिमण्डले वैष्णवेनापि भावेन जनाः सर्वे जयन्ति ते नामभिकर्मभिर्विष्णुं यजन्ते ज्ञानकोविदाः तद्ध्यानास्तद्ववसिता विष्णु पूजापरायणाः यावद्भूमण्डलं सर्वं यावत्तपदि भास्करः तावद्धि मानवा लोका सर्वे भागवदा बभुः विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामदः आदिव्याधिविहीनास्ते सञ्जाता मानवास्तदा वेदशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः सञ्जाता वैष्णवा विप्रप्रसादा तस्य चक्रिणः आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः प्रसादा तस्य देवस्य सञ्जाता मानवास्तदा अमराः निर्जराः सर्वे धनधान्यसमन्विताः मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलङ्कृताः तेषामेव महाभाग गृहद्वारेषु नित्यदा कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः सर्वकामदुःखागावः सञ्चिन्तामणयस्तथा सन्ति तेषां गृहे पुण्याः सर्वकामप्रदायकाः अमरा मानवा जादा पुत्रपौत्रैरलङ्कृताः सर्वदोषविहीनास्ते विष्णोश्चैव प्रसाददः सर्वसौभाग्यसम्पन्ना पुण्यमङ्गलसंयुताः सुपुण्या दानसम्पन्ना ज्ञानध्यानपरायणाः न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणां तस्मिं चास्ति धर्मज्ञे ययातौ नृपतौ तदा वैष्णवा मानवा सर्वे विष्णुव्रतपरायणाः तद्ध्यानास्तद्गदा सर्वे सञ्जाता भावतत्पराः तेषां गृहाणि दिव्यानि पुण्यानि द्विजशतमपदाकाभिस्तु शुक्लाभिशङ्कयुक्तानि तानि वै गदाङ्कितध्वजाभिश्च नित्यं चक्राङ्कितानि च पद्माङ्कितानि भासन्ते विमानप्रतिमानि च गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सतमाः वनानि सन्ति दिव्यानि शाद्वलानि शुभानि च तुलस्या च द्विजश्रेष्ठ तेषु केशवमन्दिरैः भासन्ते पुण्यदिव्यानि गृहाणि प्राणिनां सदा सर्वत्र वैष्णवो भावो मङ्गलो बहु दृश्यते शङ्खशब्दाश्च भूलोके मिदस्फोटरवैसखे श्रूयन्ते तत्र विप्रेन्द्र दोषपापविनाशकाः शङ्खस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम गीतरागसुवर्णैश्च मूर्छना तान सुस्वरैः गायन्ति केशवं लोका विष्णुध्यानपरायणाः हरिमुरारिं प्रवदन्ति केशवं प्रीत्याजिदं माधवमेव जान्ये श्रीनारसिंहं कमलक्षणं तं गोविन्दमेकं कमलापदिं च कृष्णं शरण्यं शरणं जपं दि रामं च जप्यै परिपूजयन्ति दण्डप्रणामै प्रणमन्ति विष्णुं तद्ध्यानयुक्ता परवैष्णवास्ते इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययादिचरित्रे चतुःसप्ततितमोऽध्यायः ॐ